ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ श्रीगणेशाय नमः ॐ श्रीसरस्वत्यै नमः ॐ श्रीगुरुभ्यो नमः येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः वाक्यकारं वररुचिं काश्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम् सुप्रभातं नमस्कारः स्वागतम् अद्यतनवर्गे अनिल् गत अवसरे वयं किं कृतवन्तः किमपि स्मरति वा एकनिमिषं वा शेर्स्क्रीन् मध्ये करपत्रं न आगतम् कथं धातुगणाः दृष्टं महोदय हा ओके करपत्रविषये तु किञ्चित् समस्या अस्ति कारणम् अस्माकं सैट् न चलति गतकक्षायां प्रथमविभक्तिः कार्यं निर्दिशति के कार्याणि निर्दिशति इति परिशीलनं कुर्मः कृतवन्तः आदेशः आगमः वा नामकरणम् ओके इत्युक्ते प्रथमा विभक्ति एतत् निर्दिशति ओके एतत् निर्दिशति आगमः वा नामकरणं पूर्णिमा षष्टिविभक्ति किं निर्दिशति वदतु भगिनि स्थानं निर्दिशति भगिनि स्थानि षष्टिस्थानि तत्तु वयं जानीमः तस्य अर्थं किं भवति अर्थं यत्र षष्टिविभक्ति तत्र एव कार्यः भवति तत्र एव आदेशः आगमः वा लोकपः भवति यत्किमपि कार्यं कर्तव्यं तस्य स्थानं निर्दिशति ओके प्रिया सप्तमी किं निर्दिशति सप्तमी कार्यं कदा करणीयं कदा भवितुम् अर्हति निमित्तं कण्डिशन् न श्रूयते सम्यक्तया न श्रूयते वा सम्यक् न श्रूयते अवगन्तुं न शक्नोमि भवती किं वदति इदानीं सप्तमी इदानीमेव ध्वनि न उच्चैः वदतु मम ध्वनि वा केवलं प्रियायाः ध्वनि प्रियायाः केवलं प्रियायाः ध्वनि किञ्चित् उच्चैः वदतु इदानीं श्रूयते वा किञ्चित् अधिकं श्रूयते वदतु सप्तमी कार्यं कदा भवति निमित्तं निर्दिश्यति कण्डिशन् किं निमित्तम् कण्डिशन् फार् द कार्यं टु हेपन् तत्र सप्तमी विभक्ति परन्तु कण्डिशन् कुत्र परनिमित्तं बोधयति कार्यं कदा करणीयं कार्यं यत्र भवति अथवा भविष्यति तदनन्तरं यत् स्थानम् अस्ति तत्र किं भवितव्यम् एतत् निर्दिशति इत्युक्ते परनिमित्तं परनिमित्तं पूर्वकार्यम् ओके अवगतम् अहं लाग् आफ् ऐ जस्ट् लाग् आफ् एण्ड् लाग् इन् बेक् अगेन् मै आडियो ऐ डिण्ट् अण्डर्स्टाण्ड् वाट् यु सेड् ऐ विल् लाग् आफ् एण्ड् लाग् इन् बेक् ओके ओके तदा किञ्चित् किं इट् विल् बि बेटर् इति चिन्तयामि. सरस्वती नो आडियो. उषा, उषा अस्ति वा? आं भगिनि, नमस्ते. ओके. अत्र पञ्चमी इति लिखितम् अस्ति, परकार्यमपि लिखितम् अस्ति, किञ्चित् स्पष्टीकरणं कर्तुं शक्नोति? आम् आं भगिनि. पूर्वनिमित्तं न श्रूयते. पूर्वनिमित्तं पर I couldn't get that word. I remember, but I couldn't say it loudly. I know. Karyam nimittam purvam param. Ete shabdaha santi. Aam bhagini. Purvam nimittam para... what I have to say? Para karyam. Para karyam. Karyam kada bhavati? षष्टिस्थाने कार्यं भवति. हा, षष्टिस्थाने कार्यं भवति, परन्तु कदा कार्यं भवति? सरस्वती सम्पूर्णतया आगतवती? आं भगिनि. ओके, पञ्चमी कृते किञ्चित् स्पष्टीकरणं कर्तुं शक्नोति? स्थाने षष्टिः अस्ति, इदानीं पञ्चमी सप्तमी वयं पश्यामः. सप्तमी विषये तु प्रिया उक्तवती, इदानीं पञ्चमी विषये किञ्चित् अधिकम् अवगमनार्थं वक्तुं शक्नोति? यत्र निमित्तम् अस्ति तदस्य परवर्णस्य परिवर्तनं भवति पञ्चमी विभक्ति. सप्तमी विभक्ति यत्र निमित्तम् अस्ति तस्य पूर्ववर्णस्य परिवर्तनं भवति, आदेश वा आगम वा वटवर्ण. पञ्चमी कृते पूर्वं निमित्तम् अस्ति. ओके, इदानीं तृतीया विषये कोऽपि किमपि जानाति वा? जया, नमस्ते भगिनि. नमस्ते. किञ्चित् अवगतं, संयोजनं मीन्स् जायिनिङ्ग्. संयोजनम् इति उक्तम् अस्ति. चिन्तयतु श्चुत्वसन्धि ष्टुत्वसन्धिविषये कथमस्ति तत्र कण्डिशन्? करणे अस्ति? आम् आम्. सो सो इन् श्चुत्वसन्धि द So the shakara, the sakara at the end of the word will become the shakara. So that is the condition. and the tavarga plus tavata will become tavata. So Anil, sanyojanam itasya artham vaktum shaknoti? संयोजनम् इत्युक्ते संहितायां, हा, संहिता, संयोजनं समानार्थशब्दाः. ओके, परन्तु अत्र तृतीया संयोजनं निर्दिशति, एतस्य अर्थम् अवगतवान् वा? अग्रे पठामः. अग्रे पठामः महोदय, अहं न जानाति. गतसप्ताहे अपि न पठति, पठितवान्. यदा श्चुत्वसन्धि श्चुत्वसन्धि स्मरणे अस्ति चेत् एतस्य अवगमनं किञ्चित् सुलभं भविष्यति. अरे, वाट् इस् हेपनिङ्ग्? वारं वारं गच्छति. अहं किं करोमि न जानामि. ओके भगिनि, सेव् दिस् टु योर् कम्प्यूटर्. डौन्लोड्, तत्र डौन्लोड् बटन् अस्ति. देर् एम् आर् पायिण्टिङ्ग् डौन्वर्ड्स्. डौन्लोड् इट् अण्ड् देन् सेव् इट् आन् योर् कम्प्यूटर्. परन्तु सेव् कुत्र करणीयम्? इट् विल् बि इन् योर् डौन्लोड् फोल्डर्. इफ् यु जस्ट् डिफाल्ट् इट् विल् गोस् टु योर् डौन्लोड् फोल्डर्. ओके, यु आर् एट् द रैट् प्लेस्. हा ओके फैन्. हा डौन्लोड् फोल्डर् मध्ये गच्छति. ओके, नौ यु केन् क्लिक् हियर् मोर् देर् बाटम् बाटम् इफ् यु सी हेर् कम् लेफ्ट् बाटम् लेफ्ट् क्लिक् आन् ओपन् ओपन् या देट् इस् ओपनिङ्ग् फ्रम् लोकल् नौ. ओ ओके, यु डोण्ट् नीड् या सी इट् इस् on the top on the address bar you can see users computer downloads, you know, on the top. It is reading from your local computer now. Okay, where is local computer? No, that's fine Maudia, you just maybe make it bigger now. Yeah, okay. Atra page number kutra gantavyam tat drashtavyam. पर्याप्तं वा? भगिनी क्लिक् आन् दट् त्री लैन्स् देन् दिस् स्पेस् विल् आल्सो विल् बि ईसि फार् यु. या क्लिक् आन् दट् या. कारणम् अहं द्रष्टुं न शक्नोमि. किञ्चित् अधिकं कर्तव्यम्. पर्फेक्ट् महोदय. प्रिया महोदय, वेरि लिटिल् फीबल्, युवर् वाय्स् इस् वेरि फीबल्. भक्ति वयं पठितवन्तः इति अहं सूचयामि. पुनः पठनीयं वा? इको यानर्जी विषये तु वयं सम्यक्तया पठितवन्तः. अनिल् वदतु, कियत्पर्यन्तं वयं पठितवन्तः? षष्टिविभक्तिस्थाने समाप्तम्? आं महोदय. प्रथमाविभक्ति भवत्याः ध्वनिः अपि न्यूनम् अभवत्. भवत्याः ध्वनिः अपि न्यूनम् अभवत्. ओ ओ ध्वनिः सम्यक् शृणोमि कम्प्यूटर् मध्ये. सर्वे जनाः कष्टम् अनुभवन्ति वा केवलं? सम्यक् अस्ति, सम्यक् अस्ति भगिनि, सम्यक् श्रूयते. अच्छा, प्रथमाविभक्तिविषये अपि वयं सम्पूर्णतया पठितवन्तः. सम्पूर्णतया पठितवन्तः आदेशः, आगमः, नामकरणमपि समाप्तम्. नामकरणं वर् रीडिङ्ग् एक्चुलि स्टडिङ्ग्. ओके, पठतु. अच्छा, पण् आगमविषये तु स्पष्टमस्ति, आदेशविषये अहं चिन्तयामि बहु स्पष्टमस्ति. आगमविषये एतस्य सूत्रस्य आधारेण किञ्चित् कठिनं भविष्यति, परन्तु वयं जानीमः तत्र पठन् अस्ति वा इति आसीत् न उदाहरणं, तत्र वयं दृष्टवन्तः. अत्र अपठत् इति अस्ति, पठत् अ इति आगमः वयं दृष्टवन्तः. तावत्पर्यन्तम् अवगमनम् अभवत् चेत् सूत्रविषये चिन्ता मा कुर्वन्तु. ओके, अस्तु अस्तु महोदय. इदानीं नामकरणविषये अग्रे गच्छामः. नामकरणं सुप्तिङ्गन्तं पदं, सुबन्तं च तिङ्गन्तं च पदस् सङ्गक्यौ सङ्गकौ भवतः इत्युक्ते सुबन्तानाम् इत्युक्ते सुबन्तानाम् अनुसार मिसिङ्ग् इस् रैट् पदसङ्गकौ अनुसार अनुसार मिस्सिङ्ग् अस्ति सद्यकौ अस्ति तत्र अनुसारस्य आवश्यकता अस्ति सङ्गकौ पदसङ्गकौ भवतः इत्युक्ते सुबन्तानां तिङन्तानां च पदसंज्ञा भवति सुप्तिङन्तं प्रथमान्तं पदं प्रथमान्तं सुबोधप्रथमान्तम् अतः नामकरणम् अस्ति नामकरणम् ओके कथं वयं निर्णयं कुर्मः सुप् अन्तं तिङन्तम् इति पठतु राम प्लस् सु रामः रामः इत्यस्य अन्ते सु इति सुप् प्रत्ययः अस्ति सुप् अन्ते यस्य सः सुबन्तं सुबन्तम् अतः अनेन सूत्रेण तस्य पदसंज्ञा भवति वद् प्लस् अ प्लस् ति वदति वदति इत्यस्य अन्ते ति इति तिङ् प्रत्ययः अस्ति तिङ् अन्ते यस्य सः तिङन्तं तिङन्तम् अतः अनेन सूत्रेण तस्य पदसंज्ञा भवति ओके किं ज्ञातवान् अत्र प्रथम अध्याये चतुर्पादे चतुर्दश सूत्रे अहं ज्ञातः सुप्तिङ्गन्त सुबन्तपदं तिङ्गन्तपदं द्विप्रकारपदम् अस्ति सुप्पदं सुबन्तपदम् इत्युक्ते यः पदे अन्ते सुप्रत्ययः अस्ति चेत् स तत् पदं सुबन्तपदम् उदाहरण राम प्लस् सु सो रामः वदति ओके अग्रे वदतु सो रामः इति सुबन्तपदं सिमिलर्लि वद् प्लस् प्लस् टि टि टि इत्युक्ते तिङन्तपदं तिङन्तप्रत्ययः अतः वदति इति तिङन्तपदम् एण्ड् अनेन सूत्रेण मीनिङ्ग् दिस् सूत्र रैट् अनेन अनेन सूत्रेण इत्युक्ते एतस्मिन् सूत्रस्य आधारेण ओ आम् आम् ओके एतस्मिन् सूत्रेण आधारेण सुबन्तपदसंज्ञा तिङन्तपदसंज्ञा अहं ज्ञातवान् ओके किञ्चित् अधिकं ज्ञानम् आवश्यकं कृष्णमूर्ति अस्ति वा कृष्णमूर्ति न महोदय न वदति ओके रूपल् सामान्यतया वयं कथं जानीमः एतत् सुबन्तपदम् अथवा तिङन्तपदम् अस्ति सामान्यतया अत्र व्याकरणस्य किं स्पष्टीकरणं कृतमस्ति राम अधिकं सु रामः एतत् अस्ति सुप्रत्ययः अतः सुबन्तं वद् अधिकम् अधिकं ति वदति एतत् ति किं तिङ् प्रत्ययः अतः तिङन्तं परन्तु सामान्यतया वयं कथम् ऐडेण्टिफै कर्तुं शक्नुमः एतत् पदं सुबन्तपदम् अस्ति एतत् पदं तिङन्तपदम् अस्ति वदतु सामान्यतया उदाहरणार्थं नामपदानि सन्ति तानि सर्वाणि सुबन्तपदानि सन्ति राम माला वनं यद् वयं पठन् अस्मि वयं सर्वं पठितवन्तः येषां रूपाणि भवन्ति विभक्तिरूपाणि भवन्ति नामपदानि सन्ति एकनिमिषं पुनः वदतु यद्वाक्यं भवती उक्तवती इदानीं नामपदानि सन्ति यस्य विभक्तिरूपाणि भवन्ति विभक्तिरूपाणि सन्ति तत्र विभक्तियुक्तपदं किं पदं भवति सुबन्तं सुबन्तपदम् ओके विभक्तियुक्तपदं सुबन्तपदं भवति इदानीं तिङन्तपदविषये वदतु तिङन्तपद इत्युक्ते यत्र क्रियापदानि सन्ति धातुरूपाणि तत्र धातुरूप मूलधातुरूपः अस्ति तत्रतः क्रियापदानि निर्माप्यते विभिन्नेषु लकारेषु तद् क्रियापदं वयं महत्त्वम् अस्ति तत्र ओके लकाररूपम् अस्ति चेत् तिङन्तपदं कथं लकारः आगच्छति यत्किमपि प्रत्ययस्य योजनं कर्तव्यं तत् कृत्वा अन्तिमरूपं यद् वयं प्राप्नुमः तदस्ति लकाररूपं लट् लकार लोट् लकार लङ् लकार इत्यादयः ओके अवगतम् इदानीं सर्वे जनाः अवगतवन्तः अतः शार्ट्कट् फटाफट् किं भवति सुबन्तपदम् इत्युक्ते विभक्तियुक्तनामपदं सुबन्तं लकारयुक्तक्रियापदं तिङन्तपदं सामान्यतया एवं वयं ऐडेण्टिफै कर्तुं शक्नुमः अवगतम् प्रश्नाः सन्ति अग्रे गच्छामः तदा ओके हा सुप्तिङन्तं पदं नामकरणं तदपि समाप्तम् ओके इदानीं कृष्णमूर्तिमहोदय भवान् अस्ति वा न महोदय हलो महोदय नमस्ते नमस्ते महोदय हलो कृष्णमूर्ति नमस्ते महोदय नमस्ते महोदय नमस्ते नमस्ते अहं चिन्तितवती भवान् भवत्याः आडियो किञ्चित् अहम् अस्मि किन्तु मोबैल् आपरेशन् किन्तु क्लिष्टः अस्ति तत् तत्कारणतः क्विक्लि के नाट् हेण्डल् मोबैल् ओके पर भवान् पठितुं शक्नोति वा न मोबैल् पठामि पठति ओके इदानीं सप्तमी विषये पठतु सप्तमी विभक्तिः पूर्वकार्यं पूर्वकार्यं सूत्रे यस्य वर्णस्य सप्तमी विभक्तिः भवति सः इष्टात् कार्यात् परं स्थितः इत्यर्थः नामनिर्दिष्टं कार्यं तस्मात् पूर्वम् अस्ति ओके यणचि इकः स्थाने यण् आदेशः भवति प्रचिपरे इकः षष्ट्यन्तं यत् प्रथमान्तम् अचि सप्तम्यन्तम् इकः यण् अचि संहितायाम् एतद् वयं दृष्टवन्तः किं भवान् अवगतवान् भवान् किम् अवगतवान् अस्य पठनेन इको यणचि वयं वारं वारं दृष्टवन्तः न इक् इकः इकः विभक्ति किम् अस्ति तत्र इकः शब्दस्य यण्सन्धि परन्तु तत् वयं सामान्यतया जानीमः मम प्रश्नः इकः यत् शब्दः अस्ति पदम् अस्ति तस्य विभक्तिरूपं किम् स्मरणे अस्ति स्मरणे नास्ति महोदय नास्ति जया जया किञ्चित् साहाय्यं करोतु षष्टिविभक्ति महोदये एकनिमिषम् एकनिमिषं जया साहाय्यार्थं तिष्ठतु वा यदा कृष्णमूर्तिमहोदयस्य कष्टं भवति तदा भवती साहाय्यं करिष्यति अहं पर्मिशन् तस्मिन् समये दास्यामि ओके आम् कृष्णमूर्ति महोदय इदानीं विभक्ति अस्ति इति जया उक्तवती षष्टिविभक्ति किं निर्देशं करोति स्थानि महोदय स्थानि स्थानि इत्युक्ते किं केवलं स्थानी वदामः चेत् तत्र किं भवति किं स्थाने कार्यम् अस्ति कस्मिन् स्थाने कार्यं भवति षष्टिविभक्ति दर्शयति ओके इदानीं यण् यदस्ति तस्य विभक्तिरूपं किम् न यण् विशेष्य न कृष्णमूर्तिमहोदय वदति वा महोदय अस्ति हरि ओम् न शक्नोमि महोदय न किमर्थं सरलतया गिव् अप् करोति हा प्रयत्नं करोतु जया किं विभक्तिरूपं तत्र विभक्तिरूपं प्रथमाविभक्ति प्रथमाविभक्ति कृष्णमूर्तिमहोदय प्रथमाविभक्ति किं किं दर्शयति हा षष्टिविभक्ति स्थानं दर्शयति यत्र कार्यं भवति प्रथमाविभक्ति किं दर्शयति जया साहाय्यं करोतु प्रथमाविभक्ति किं दर्शयति प्रथमाविभक्ति आदेशः आगमः नामकरणं प्रथमाविभक्तिः बहु सम्यक् आदेशः आगमः वा नामकरणं नामकरणं सूचयति ओके सूचयति इदानीं इको यण् अचि अचि एतस्य पदस्य विभक्तिरूपं किम् जया पुनः साहाय्यं करोतु सप्तमी विभक्ति महोदय पर्याप्तं पर्याप्तं हा कृष्णमूर्ति महोदय सप्तमी विभक्ति तिष्ठति सप्तमी पूर्वकरं महोदय सप्तमी विभक्ति यत् अस्ति तस्य पूर्वं कार्यं भवति किमर्थं कारणं सप्तमी विभक्ति निमित्तं वदति ओके निमित्तम् इत्युक्ते कण्डिशन् कस्मिन् कण्डिशन् भवितव्यं किं कण्डिशन् भवितव्यं तदा एव षष्टि यत्र अस्ति तत्र कार्यं कर्तुं शक्नुमः अवगतम् आं महोदय ओके ओके यावत्पर्यन्तम् अवगतं हा पूर्णिमा पञ्चमी विषये पठतु पूर्णिमा अस्ति वा अस्मि अन्म्यूट् न भवति ओके पञ्चमी विषये पठतु पञ्चमी विभक्ति परकार्यं सूचयति यस्य यत्र यत्र पञ्चमी विभक्ति भवति तस्मात् पूर्वं कार्यं भवति. पञ्चमी विभक्ति यत्र भवति तस्मात् पूर्वं कार्यं भवति. भवती तु प्रश्नमेव न शृणोति. प्रतिभा भवती अस्ति वा? आं भगिनि, नमस्ते, सुप्रभात. पञ्चमी विभक्तिविषये पठतु. आम् आं भगिनि, पञ्चमी पठामि भगिनि. परकार्यं सूत्रस्य वर्णस्य पञ्चमी विभक्तिः भवति, सः निर्दिष्टात् कार्यात् पूर्वं स्थितः इत्यर्थः. नाम निर्दिष्टं कार्यं तस्मात्. प्रतिभा भवती पठतु. अस्तु भगिनि, पञ्चमी विभक्तिः परकार्यं सूत्रे यस्य वर्णस्य पञ्चमी विभक्तिः भवति सः निर्दिष्टात् कार्यात् पूर्वं स्थितः इत्यर्थः. नामनिर्दिष्टं कार्यं तस्मात् परम् अस्ति. रषाभ्यां नो णः समानपदे इत्यत्र रेफशकाराभ्याम् उत्तरस्य नकारस्य नकारादेशो भवति. समानपदस्थौ चेदेव निमित्तनिमित्तानौ भवतः. रषाभ्यां पञ्चम्यन्तं नः षष्ट्यन्तं णः प्रथमान्तम्. वर्णपूर्ण वर्ण रषाभ्यां नो णः समानपदे वर्ण इति भवति सूत्रे. किम् अवगतवती? कार्यं पञ्चमी विभक्तिनन्तरं भवति कार्यम् इति, षष्ठीस्थाने स्थाने भवति इति. अनन्तरं भवति कार्यम्. अतः पञ्चमी विभक्ति कुत्र स्थापितं भवति? क्वश्चन्. ओके, पञ्चमी विभक्ति कुत्र भवितव्यम्? ओके, निमित्तं भवति किल, पञ्चमी विभक्ति निमित्तं भवति. पञ्चमी निमित्तम् अस्ति. ओके, इदानीं पश्यामः. ओके, ओ एवम् अहं करोमि चेत् अत्र षष्टि अस्ति स्थानम्. ओके, भगिनि, सप्तमी वयं दृष्टवन्तः, किं दर्शयति? निमित्तं भगिनि, निमित्तं सूचयति सप्तमी स्थाने. निमित्तं इदानीं षष्टिस्थानम् अस्ति. ओके, यस्, सप्तमी कुत्र आगच्छति? षष्ट्या षष्टिनन्तरम् आगच्छति. षष्टि अनन्तरम् आगच्छति इत्युक्ते अस्माकं स्थिर पायिण्ट् अस्ति षष्टि. षष्टि षष्टि अनन्तरं यत्किमपि वर्णः अस्ति तत् अनन्तरं किम् आगन्तव्यं तस्मिन् विषये सूचयति. कार्यं पूर्वं भवति परन्तु कण्डीशन् इत्युक्ते निमित्तम् अनन्तरं वयं पश्यामः. ओके, परन्तु अस्तु भगिनि, किम् अस्ति विपरीतम् अस्ति? वदतु. आम् आम् आम्. कार्यं प्रथमं सूचयति, निमित्तं प्रथमं सूचयति, अनन्तरं कार्यं भवति. अतः निमित्तं स्थानस्य पूर्वम् अस्ति, पूर्वं भवति. अस्तु भगिनि, निमित्तम् अस्ति चेत् कार्यं भवति. स्थाने इत्युक्ते षष्टि यत्र अस्ति तत्र कार्यं भवति. अवगतम्? आं भगिनि. 6-7 यदस्ति पञ्चमी षष्टि सप्तमी, तत्र षष्टि तु स्थानं निर्दिशति, परन्तु निमित्तं यदा पञ्चमी अस्ति तदा पूर्वम् इत्युक्ते स्थानस्य पूर्वं पूर्वं दर्शयति सप्तमी अस्ति चेत् स्थानस्य अनन्तरम् अनन्दिशं दर्शयति. सर्वे अवगतवन्तः? धन्यवादः. कस्यापि किमपि प्रश्नमस्ति न? पूर्वं परं सम्यक्तया अवगतम्? आं भगिनि. प्रश्नमस्ति वा? न इच्छामि महोदय. इच्छामि न? प्रश्नमस्ति वा? यस्य प्रश्नमस्ति नाम वदतु, पृच्छतु प्रश्नं. महोदय जुगलकिशोर वदति, प्रश्नः अस्ति. वदतु महोदय. एको यानचि अस्ति, अचि यान एको लिखितुं शक्नोमि अन्यथा न? एकनिमिषं. भवतः प्रश्नः किम्? इको यणचि, अत्र इकः इति पदमस्ति, इकः इति एकं पदमस्ति, यण् इति द्वितीयं पदमस्ति, अनन्तरम् अचि इति तृतीयं पदमस्ति. ओके ओके, इदानीं वदतु भवतः प्रश्नः किम्? अहं लिखितुम् इच्छामि अत्र अचि यन् इकः द्युतिबिन्दु अस्ति, अचि यन् इकः लिखितुं शक्नोमि अन्यथा नास्ति? भवतः अवगमनार्थं यदा एवं भवान् अवगच्छति चलति. अत्र सप्तमी अचि निर्दिशति इत्युक्ते पर कण्डिशन्, इकः षष्टि निर्दिशति, इकः अस्ति यत्र कार्यं भवितव्यं तत् यण् वर्णाः कुर्वन्ति. ओके, आदेशः वा आगमः वा नामकरणं वा यत्किमपि अस्ति तत् यण् निर्देशं भवति. ओके, अतः अत्र पश्यन्तु षष्ट्यन्तम् इक्, इकः अस्ति तदस्ति षष्ट्यन्तम्, अतः तदस्ति स्थानं कुत्र कार्यं भवति. अचि सप्तम्यन्तं, किमर्थं? यदा कार्यं भवति तस्य निर्देशम् अचि दर्शयति, निमित्तं. निमित्तम् इत्युक्ते कण्डिशन्. यदा अचुवर्णः अस्ति एतस्य अनन्तरं, यत्र षष्टिः दर्शितमस्ति तस्य अनन्तरं यदा अचुवर्णः अस्ति तदा एव एतस्य कार्यस्य अधिकारः अस्ति. अवगतम्? सर्वे जनाः अवगतवन्तः? पञ्चमी विषये उदाहरणं किं दत्तमस्ति? पञ्चमी विषये रसाभ्यां नो ओके. अत्र किमस्ति? रसाभ्यां स्थानमस्ति वा? एकनिमिषं. रसाभ्यां नो अस्ति, परन्तु मम लेखनं लघु भवितव्यं. नो नः. ओके, ओके, इदानीम् अत्र वयं किं दृष्टवन्तः? रेफशकाराभ्याम् उत्तरस्य नकारस्य नकारादेशो भवति. ओके, इदानीम् अष्टाध्याय्यां पश्यामः चेत् मम नौ वेदु ऐ गो एट् फोर् नैन् एट् फोर् वन् एट् फोर् वन् ओके इदानीम् अहम् अत्र एट् फोर् वन् स्थापयामि एट् फोर् वन् ओके रसाभ्यां नूनः पश्यामः अत्र किं किं दत्तमस्ति. रसाभ्यां पञ्चमी द्विवचनम् ओके अत्र पञ्चमी अस्ति पञ्चमी अस्ति तदनन्तरं नूनः अरे तत् कुत्र अस्ति हा नो नः षष्टि णः प्रथमा ओके तावत्पर्यन्तं दृष्टम् नः षष्टि नो इत्युक्ते नः हा नः प्रथमान्तम् ओके एवं दत्तम् अस्ति अत्र दशाभ्यां पञ्चमी नः षष्टि णः प्रथमा यावत्पर्यन्तम् अवगतं हा जुगल्किशोर् महोदय आं महोदय रसाभ्यां यत् पञ्चमी विभक्ति अस्ति तत् कुत्र आगन्तव्यम् पूर्वं पूर्वम् अस्मिन् स्थाने ओके अतः रसाभ्याम् अत्र आगच्छति हा रष यत्किमपि वयं पश्यामः नः यदस्ति हा तत् कस्मिन् विभक्त्याम् अस्ति कस्यां विभक्त्याम् अस्ति प्रथम अतः तस्य स्थानम् अत्र कार्यं नकारे परिवर्तनं हा ओके आम् अवगतम् इदानीं कृष्णमूर्ति महोदय महोदय महोदय नः नः इत्युक्ते षष्ठी रैट् प्रथमा भवति प्रथमा अपि भवति हा भवान् किं करोति मरुत् शब्दस्य चिन्तनं करोतु ओके एकवारं वयं दृष्टवन्तः न अह किं शार्ट्कट् फटाफट् अहं किमपि कृतवती एकनिमिषं पश्यामि हा अत्र एतद् वयं दृष्टवन्तः न अतः अह अह यत्र आगच्छति तत्तु प्रथमा बहुवचनं द्वितीया बहुवचनम् अह अह पञ्चमी बहु एकवचनं षष्टि बहुवचनं षष्टि एकवचनं सर्वं भवितुम् अर्हति न मरुतः मरुत् मरुतौ मरुतः मरुतं मरुतौ मरुतः मरुता मरुद्भ्यां मरुद्भिः मरुते मरुद्भ्यां मरुद्भ्यः मरुतः आगच्छति आम् आं महोदय परन्तु अत्र किमर्थं कथं जानाति प्रथमा वा षष्टि तस्य विषये व्याख्यानं पठनीयं हा यत्किमपि वयं काशिकावृत्ति पठामः मौमुदी पठामः तत्र स्पष्टीकरणं दत्तमस्ति कथम् एतस्य अवगमनं कर्तव्यम् इति प्रथमा विभक्ति स्वीकरणीयं वा षष्ठी वा द्वितीया वा सर्वं दत्तमस्ति तत्र ओके अतः एव अत्र अहं दर्शितवती पश्यतु अत्र नः नः षष्ठी एकवचनं नः प्रथम एकवचनम् इति दत्तमस्ति ओके अतः एतस्य आधारेण वयं स्वीकर्तुं शक्नुमः नः यदस्ति तत् षष्ठी अस्ति अतः स्थानं निर्दिशति नः यदस्ति तत् प्रथमा विभक्ति निर्दिशति अतः कार्यं किं कर्तव्यं परिवर्तनं किं कर्तव्यम् आदेशः आगमः नामकरणम् ओके अस्तु अस्तु महोदय अतः एव अत्र अहम् आगतवती हा दर्शन अवगतं महोदय कारणं प्रूफ् अस्ति न अत्र महोदय परन्तु तत्र नः एकवचनम् अस्ति खलु प्रथम एकवचनं प्रथम एकवचनं नः षष्टि एकवचनम् इति अत्र दत्तमस्ति अतः तस्मिन् विषये मम चिन्ता नास्ति अन्य कोऽपि तस्य निर्णयं कृत्वा अत्र लिखितवान् तदहं स्वीकरोमि किमर्थं कारणं वैयाकरणः एतत् कार्यं कृतवान् न यः वैयाकरणः अस्ति तस्य ज्ञानं किम् अधिकम् अस्ति अतः तत् अहं स्वीकरोमि ओके प्रश्नः इति वक्तुं शक्नुमः अथवा व्याख्यानं स्वीकृत्य एव सामान्यतया अग्रे गन्तव्यं व्याकरणविषये कारणं वयं बहु नूतनाः सन्ति हा अन्ये जनाः बहु बहु इन्डेप्त् परिशीलनं कृत्वा निर्णयं कृत्वा लिखितवन्तः अतः तेषाम् अवगमनं तु अधिकम् अस्ति इति वयं स्वीकुर्मः ओके अन्य किमपि प्रश्नः अस्ति जुगलकिशोर महोदय इदानीम् अवगमनं सम्यक् भगिनी भगिनी श्रूयते वा श्रूयते सो तत्र श्रूयते वा इदानीं सम्यक् श्रूयते तत्र रसाभ्यां पञ्चमी नः षष्ठी णः प्रथमा खलु तत्र नः कार्यं निर्दिशति केन् ऐ से रसाभ्यां परस्य नः स्थाने णः आगच्छति कारणं परकार्यम् अस्ति न नः स्थाने णः आगच्छति इत्युक्ते कार्यस्य पूर्वं निमित्तम् अस्ति तत्र पञ्चमी आगच्छति कार्यस्य अनन्तरं निमित्तम् अस्ति तत्र सप्तमी आगच्छति अवगतम् पूर्वं परं कथम् उपयोगं करणीयं कार्यम् एकस्मिन् स्थाने अस्ति पश्यतु हा ओ क्षम्यताम् कार्यं तु अत्र अस्ति ओके एतस्य पूर्वं यदस्ति तत् पञ्चमी विभक्ति उपयोगं कृत्वा निर्देशं भवति तस्य यदा निमित्तम् अनन्तरं भवति तस्य अवगमनं वयं सप्तमी विभक्ति मार्गेण किम् अवगच्छामः अवगतम् इदानीं पूर्वं परं पञ्चमी षष्ठी सप्तमी कथं भवति या समस्याः बृहत् समस्या ओके अग्रे गच्छामि इदानीं कस्याः पर्यायः सङ्गीता ओके भवत्याः ध्वनिः न श्रुतं अतः भवती एव पठतु एतत् सर्वम् अवगतं हा रसाभ्यां नोणः इदानीं कश्चन पर्यायः अहं दृष्टवती सङ्गीता श्रीनिवासन् अस्ति वा सङ्गीता श्रीनिवासन् अन्म्यूट् नो ओके सर्वमङ्गला नमस्ते भगिनि पठतु तृतीयाविभक्तिविषये तृतीयाविभक्तिः संयोजनं सूत्रे यस्य वर्णस्य तृतीया विभक्तिः भवति सः निर्दिष्टेन वर्णेन सह संयुक्तः इति अर्थः तत्र निर्दिष्टं कार्यं तस्मात् पूर्वम् अपि परम् अपि अर्हति परन्तु अयं तृतीया विभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत् ओके उदाहरणं पश्यतु स्तोः चुना स्तुः 8440 सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति शकारस्य चवर्गस्य च योजनेन स्तोः षष्ठ्यन्तं चुना तृतीयान्तं स्चुः प्रथमान्तम् स्तोः चुना स्चुः संहितायाम् अन्यत् योग च अन्यच्च परकार्यं यज् योग नः यज् योग ञ योग अः यज्ञः अतः निर्दिष्टं कार्यं निमित्तात् पूर्वम् अपि परम् अपि अर्हति परन्तु अयं तृतीया विभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत् संयोजनम् संयोजनम् इति तृतीयाविभक्तिः वदति सूत्रे यस्य वर्णस्य तृतीयाविभक्तिः सः निर्दिष्टेन वर्णेन तत्र निर्दिष्टं कार्यं वदतु 8440 प्रथमं भवती यत् अवगतवती तद्वदतु तदनन्तरम् अत्र पश्यामः निर्दिष्टं कार्यं पूर्वमपि भवति परमपि अर्हति तस्य समये तृतीयाविभक्तिवर्णं निर्दिष्टं करोति इति अरे अरे एतत्तु गतं हा हौ डु ऐ चेञ्ज् दिस् एनि आफ़् यु नो हौ टु चेञ्ज् दिस् अथवा अहं साक्षात् मार्जयामि हा ओके केन् ऐ रब् दिस् वाट् डु यु वांट् टु डु फॉर भगिनी रब् इट् मैडम अत्र एव दर्शयितुम् इच्छामि हा तु चिन्तयामि तत्तु न कर्तुं शक्नोमि ओके वन् इरेज़् द बोर्ड् ऐ थिंक् राइट् इरेज़् करोमि चेत् सर्वं गच्छति न अहम् एतत् अत्र एव स्थापयितुम् इच्छामि अतः कथं करणीयं किं करणीयम् Anybody knows? You go to menu, Mahodaya, you open another one. Menu, click on. Click on that. Click on new. New. Yes. Okay. Atra kim kartavyam? I want no, Anil, she wants to add to the existing slide only. Bhagini, you just point where you want to just click in the spot and then type, write or whatever. Na parantam sthanam nasti na atra. No, that's why I'm telling you. We'll save this and we'll open another one. Just mama request. Go to menu. Okay, save as. Save. Just do save first. We'll save. Save kutra save bhavishyati. It will ask. Oh, okay. Gone. Okay, we'll do. Okay. You're saving the pictures. This is where I need to save, na? Wait. Click on the folder. Click on the folder, Maurya. Panini August. You click on that first. Okay. Now you name it. Name whatever name you want to give. Give the name properly. Okay. What name? विभक्ति पञ्चमी विभक्ति एव ददातु भगिनी पञ्चमी विभक्तस्य विवरणमस्ति किल तत्र पञ्चमी षष्ठी सप्तमी सर्वे अपि अस्ति सो पाणिनिविभक्ति वदतु पाणिनिविभक्ति ओके न परन्तु अत्र पञ्चमी षष्ठी सप्तमी विषये एव अस्ति ओके सेव् okay save idanim now go to menu gatam now go to menu mega go to menu again click on insert let's see what it does no click on insert okay no cancel new cancel mother new go to new only okay new now you have okay let me see if I do it this way then you like no that won't help Maudya that doesn't increase the size Okay. Idanin panchami vibhakti na no. Tritiya. Tritiya. Shashti panchami saptami evam vayam drishtavantah. Ha. Shashti atra asti. Saptami panchami. यावत्पर्यन्तं वयं दृष्टवन्तः इदानीम् अस्माकं हस्ते षष्टिः अस्ति द्वितीया अस्ति तृतीया अस्ति अवगतम् सर्वमङ्गला सर्वमङ्गला भवती इदानीं वदतु हा स्तोः चुनाश्चुः एतदस्ति अस्माकं सूत्रं स्तोः अरे स्तोः चुना Okay, today I'm not writing properly. Chuhu, na? Chuhu. Okay. Bande. Vadatu. Bhavati kim avagata? स्थाने षष्टिविभक्ति निर्दिष्ट स्थाने निर्दिष्ट भवति. हियर् पूर्वं परं मीन्स् निमित्तात् पूर्वमपि अस्ति निमित्तात् परम् अपि अस्ति. तस्य समये तृतीया विभक्तिं निर्दिष्टं भवति इति वदति. इदानीं किञ्चित् साहाय्यं स्वीकुर्मः. अत्र किमस्ति स्तोः इत्युक्ते षष्टि. अतः स्तोः यदस्ति एतत् अस्ति षष्टिविभक्ति. अनन्तरं चुना चुः कुत्र कुत्र किं भवति? चुना तृतीया. चुना तृतीया चुः प्रथमा. प्रथमा ओके. तृतीया प्रथमा. इदानीं चुना इत्युक्ते किं भवती जानाति? चकार चकार चकार चवर्ग लिखितमस्ति. चु इत्युक्ते किं पाणिनीय किं रीत्या भगिनी एकनिमिषं प्लीस् ओवर् इस् नाट् स्पीकिङ्ग् केन् यु म्यूट् युर् सेल्फ् दर् इस् बेक्ग्रौण्ड् नाय्स् प्लीस् सर्वमङ्गला डोण्ट् म्यूट् युर् सेल्फ् ओके कम् आन् सर्वमङ्गला शकार चवर्ग चवर्ग हा सम्पूर्णवर्ग ओके यत्किमपि आगच्छति सर्वं तत्र स्वीकृतम् अस्ति. ओके ओके अतः शकार अथवा चवर्गीयवर्णः कुत्र आगन्तव्यम्? तृतीया लिखितम् अस्ति न तृतीया. अतः ओके स्तोः तत्र किं किम् आगच्छति? स्तोः विषये वदतु. सकार तवर्ग सकार तवर्ग सवर्गीयवर्णाः ओके इत्युक्ते अहं तु इति लिखामि पाणिनी पाणिनीयरीत्या इत्युक्ते तवर्ग ओके ओके इदानीं किं द्रष्टव्यं वदतु. स्तोः विभक्ति किम् अस्ति? स्तोः स्तोः पदस्य विभक्तिरूपं किम्? स्तोः षष्टि षष्टि षष्टि स्तोः षष्टि इत्युक्ते कार्यं द्विवचन द्विवचन रैट् खलु एकवचनम् एकवचनं भवतु षष्टि एकवचनं दत्तमस्ति न एतत् वयं साक्षात् कुर्मः. चुना तृतीया एकवचनं चुः प्रथमा एकवचनम् एतत् सर्वं वयं ज्ञातवन्तः. तस्य आधारेण अत्र वयं लिखितवन्तः स्तोः षष्टि चुना तृतीया चुः प्रथमा. इदानीं स्तोः इत्युक्ते किं तदपि वयं दृष्टवन्तः. सकार सवर्गीय किमपि वर्णः चुना इत्युक्ते शकार च वर्गीय किमपि वर्णः. इदानीं श्चुः श्चुः एतस्य वदतु किमस्ति? शकार चवर्गः पुनः शकारः अथवा चवर्गीय वर्णः अत्र समानता अस्ति पश्यतु. चुना चुः द्वयमपि एक एकमेव निर्दिशति शकार चकार चवर्गीयवर्णाः. ओके, अवगतम्? ओके, इदानीं स्तोः किं निर्दिशति? स्थानं. स्थानं तत्र किं किम् आगन्तुं शक्यते? पश्यतु, स्तोः इत्युक्ते किम्? स्तोः इत्युक्ते षष्टिविभक्ति, के के वर्णानां निर्दिशति? सकार तवर्ग. ओके, अतः षष्टिविभक्ति यत्र अस्ति स्तोः इत्युक्ते यदा तस्मिन् स्थाने सकारः अस्ति अथवा अथवा किम् ओके, अतः अत्र यदा सः सकारः अथवा तवर्गीयवर्णः अस्ति तदनन्तरं चुना किं निर्दिशति? तृतीयाविभक्ति. अतः किं दत्तमस्ति चुना विषये? तृतीया एकवचनम् अथवा परं पश्यतु, कार्यं तस्मात् पूर्वमपि परमपि. अतः अहं किं कृतवती? तृतीया भागद्वयं पूर्वमपि लिखितवती, परमपि लिखितवती. इत्युक्ते कुत्र कुत्र चुना वर्णाः आगन्तुं शक्यते? तृतीया विभक्ति भवति. तृतीया विभक्ति तु अस्ति, परन्तु वर्णाः के? शकार चवर्गः. शकारः चवर्गः निमित्तस्य परम् अथवा पूर्वम्. शकारः अथवा चवर्गः केवलम् अत्र अस्ति वा? अत्रापि भवितुम् अर्हति. एतदेव किं निर्दिशति? तृतीया विभक्ति निर्दिशति. ओके, न किं भवति अस्मिन् स्थाने? ओके, षष्टी यत्र अस्ति तत्र सकारः अथवा सवर्गीयवर्णः अस्ति, तस्य स्थाने चुः इत्युक्ते शकारः चवर्गीयवर्णः अत्र आगच्छति. अवगतम् सर्वे जनाः? भगिनी, तत्र करपत्रे तृतीयाविभक्त्यन्तः वर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत् इति अस्ति. एतत् वाक्यस्य अर्थं किं भवति भगिनि? वाट् एवर् यु थाट् नौ ऐ अण्डर्स्टुड्. पूर्वमपि भवति कार्यं, परमपि भवति, परन्तु एतत् वाक्यस्य एव प्रतिभा कार्यं पूर्वं परं न न निमित्तं, क्षम्यतां, निमित्तं निमित्तं पूर्वं वा परम्? निमित्तं पूर्वं वा परं वा भवति, परन्तु निर्दिष्टेन कार्येण संयुक्तः भवेत् इति एतत् वाक्यस्य अर्थं किं भवति भगिनि? यत् कार्यं निर्दिष्टम् अस्ति, किं कार्यं निर्दिष्टम् अस्ति? सकार तकार वर्णः किमपि अस्ति, सकारः अस्ति वा तवर्गीयवर्णः किमपि अस्ति अस्मिन् स्थाने तस्य पूर्वं शकारः अथवा चवर्गीयवर्णः अथवा परं पुनः शकारः वा चवर्गीयवर्णः अस्ति तदा किं भवति? एतस्य परिवर्तनं भवति. सकारः वर्णः यदस्ति तस्य परिवर्तनं भवति श्युः शकार अथवा च वर्गीयवर्णे वर्णेन परिवर्तितं भविष्यति. ओके, अस्तु भगिनि. अतः किम् अस्ति, परन्तु अयं तृतीया विभक्त्यन्तवर्णः निर्दिष्टेन कार्येण संयुक्तः भवेत्, इत्युक्ते एतस्य संयोजनं पार्ट्नर्शिप् कुत्र भवेत्, कार्यस्य स्थाने यदस्ति, कार्यस्य स्थानं, ओके, आं भगिनि, परं संयोजनं पूर्वं भवति अथवा परं भवति, यत्र कुत्रापि भवति तदा कार्यम् अस्मिन् स्थाने भविष्यति, न अत्र. ओके भगिनि, ओके भगिनि, अत्र अपि. ओके, कार्यं कुत्र भवति, तत् षष्टिविभक्तिनिर्देशं करोति, निमित्तं तृतीया विभक्ति करोति, परन्तु निमित्तं कार्यस्य पूर्वं या परं वा भवितुम् अर्हति. ओके, अस्तु भगिनि, अस्तु. ओके, सर्वे जनाः अवगतवन्तः? कुत्रापि किमपि समस्या अस्ति चेत् इदानीं पृच्छन्तु. हा, ओके, अग्रे गच्छामः. एकः प्रश्नः अस्ति. वदतु. सन्धिमध्ये क वर्गस्य स्थाने च वर्गस्य आगच्छति खलु, परन्तु क्रमेण आदेशः भवति, तत् सूत्रे नास्ति. तस्मिन् विषये या अत्र तु वयं केवलं तृतीयाविभक्तिविषये पश्यामः कथं तस्य अवगमनं भवितव्यं. सोहोस्तिनाश्चुः विषये सूत्रस्य उपयोगं कथं करणीयं, तत् वयं सन्धिकार्यं पठामः, तस्मिन् समये एतस्य सूत्रस्य अवगमनं सम्पूर्णतया भविष्यति. अन्यत् सूत्राणि अपि आगच्छन्ति तत्र. इदानीं केवलं तृतीयाविभक्त्याः अवगमनं कथं भवति, कथं वयं स्वीकर्तुं शक्नुमः, तस्मिन् विषये वयं पठितवन्तः. कारणम् अस्माकम् उद्देश्यम् अस्मिन् करपत्रे किमस्ति, विभक्ति कथं डिसैफर् करणीयम्, इत्युक्ते तृतीया आगच्छति चेत् कथं अवगमनं, सप्तमी, षष्ठी, पञ्चमी, सर्वत्र अवगमनं कथं करणीयम्, एतस्य विषये वयं दृष्टवन्तः. ओके, आं धन्यवादः. अत्र लिखितमस्ति षष्ठीस्थाने प्रथमा आदेश आगमनां नामकरणं, सप्तमी पूर्वकार्य, पञ्चमी परकार्यं, तृतीया संयोजनम्. एतत् सर्वं यत् लिखितमस्ति एतस्य उदाहरणसहितं किञ्चित् अवगमनं कृतवन्तः. इदानीम् अस्माकं ध्यानं स्तोश्चुनाश्चुनु श्चुः एतस्य सूत्रस्य अवगमनविषयं नास्ति. ओके, ओके, यावत्पर्यन्तम् अवगतम्? एनी क्वेश्चन्स्? उषा अस्ति? आं भगिनि. भवती पठति इदानीम् अग्रे? पठामि भगिनि, एकनिमिषं भगिनि. My screen is gone, I will come back. I don't know where to take it. Vyakyanasya Akrutiki. Yada Sutrasya Vivaranam Diyate Asmakam Samskrita Vyakaranam Kati Jalasthani Tada Vyakyane कश्चन क्रमो वर्तते, सः स च क्रमः सदा समानो भवति. सूत्रस्य अर्थः एकस्मिन् वाक्ये वाक्यद्वये वा सूत्रस्य अर्थः कः इति उक्तम्. समासानं विग्रहवाक्यं बहुषु सूत्रेषु समासाः सन्ति चेत् तेषां विवरणं दीयते सूत्रे पदानां विभक्त्यः सूत्रे प्रत्येकं पदस्य विभक्तिः का इति उच्यते सूत्रे अनुवृत्तिः आधिक्येन कानिचन पदानि पूर्वतनसूत्रेभ्यः अपेक्षितानि सूत्रार्थस्य पूर्णार्थं पाणिनिः सूत्रस्य लघुत्वम् इच्छति ओके अग्रे अस्ति वा एकनिमिषं हा पाणिनिसूत्रस्य लघुत्वम् इच्छति एतत् सर्वं किञ्चित् स्पष्टीकरणमस्ति करपत्रविषये इति अहं चिन्तयामि हा सम्पूर्णतया पठतु तदर्थं येषां सूत्राणां समानप्रकारककार्यं भवति तानि सूत्राणि अष्टाध्याभ्याम् एकस्मिन् स्थले सङ्गृहीतानि भवन्ति अनेन एकस्मिन् स्थले इत्युक्ते एकस्मिन् प्रकरणे प्रथमे सूत्रे किञ्चन पदम् अस्ति तत् पदं पुनः द्वितीये सूत्रे न दीयते अस्माभिः मनसि तत्पदम् आनेतव्यं यथा रामः वदति अहम् आपणं गच्छामि श्यामः वदति अहमपि वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत् श्यामस्य आशयः अहमपि आपणं गच्छामि इति यद्यपि श्यामः केवलम् अहमपि इत्यवदत् तथापि वयं तस्य अर्थं पूरयामः मनसि तादृशम् अर्थपूर्णं पाणिनिः इच्छति सूत्रविषये यानि पदानि न तानि यतः पूर्वतनसूत्रेषु दत्तानि तानि अस्माभिः आनेतव्यानि तादृश्यपदस्य अनुवृत्तिः अस्ति इत्युच्यते व्याख्यानस्य अस्मिन् भागे इमानि पदानि दीयन्ते ओके किम् अवगतवती अनुवृत्ति ओके अनुवृत्तिशब्दस्य उपयोगं कथं कृतमस्ति पाणिनिना पाणिनि गिवन् टु एक्साम्पल् उदाहरणं दीयति यः श्यामः वदति अहमपि अज्ञाहारः यु वाण्ट्स् टु अकम्पनि राम अत्र सम्पूर्णवाक्यस्य उच्चारणस्य आवश्यकता नास्ति लघुवाक्ये पूर्वं यदुक्तं तस्य रेपिटिशन् भवितव्यं परन्तु वयं यदा वदामः साक्षात् वदामः अहमपि तत्र वयं रेपिटेशन् न कुर्मः परन्तु मनसि अस्ति ओके एतत् अस्ति अनुवृत्ति ओके सर्वे अवगतवन्तः अनुवृत्ति इत्युक्ते किं सूत्रम् अर्धं दृश्यते यदा एकाकी वयं पश्यामः ओके इको यणचि तत्र वयं किं कृतवन्तः संहितायाम् इति पदं स्वीकृतवन्तः ओके अग्रे गच्छामः एतद् भागं सम्पूर्णं कृत्वा अद्यतनवर्गस्य समापनं कुर्मः इदानीं भुगलकिशोर् महोदय अधिकारविषये पठतु सूत्रे अधिकार केषाञ्चित् विशिष्ट सूत्राणां पूर्णरीत्या अनुवृत्तिः भवति बहुषि अग्रिमसूत्रेषु अधिकारसूत्रे यावन्ति पदानि सन्ति तानि सर्वाणि मिलित्वा अपरेषु सूत्रेषु अर्थपूर्णार्थम् उपविशन्ति अर्थस्य पूर्णार्थं किञ्चन अधिकारसूत्रम् अपेक्षते चेत् अत्र दीयते अतः अधिकारसूत्रविषये किम् अस्ति सूत्रम् आवश्यकं नास्ति कि पूर्ण अस्ति सर्वाणि सूत्राणि पूर्णम् अस्ति तत् कारणे अधिकार अन्यसूत्रेण किञ्चित् पदं गृहीत्वा गृहीत्वा बहुषि सूत्रेषु कार्यं करोति उदाहरणं किं संहितायाम् अस्ति तत्र अनेकानि सूत्राणि तत्परम् अस्ति तत्र अधिकाररूपं संहितायां कार्यं करोति तत्र अधिकार प्रयुज्यते तत्र प्रयुज्य पूर्ण अर्थम् अवगतं शक्नुमः तदपि इनवे अनुवृत्ति समानमेव ओके परन्तु अधिकारसूत्रस्य रेञ्ज् अधिकं भवति अनुवृत्तिसूत्रस्य इमिडियेट्लि आफ्टर् तावदेव भवति ओके अवगतम् अधिकार अनुवृत्तिविषये सर्वे जनाः महोदय अग्रिमवाक्यमपि पठतु न सम्पूर्णं भविष्यति अनुवृत्तिसहितसूत्रम् सूत्रं वाक्यरूपेण दीयते या अनुवृत्त्यः सन्ति अपि च यानि अधिकारसूत्राणि सन्ति तानि सूत्रे अन्तर्गतं कृत्वा वाक्यरीत्या सूत्रं लिख्यते पठतु वदतु तत्र अधिकार अन्यथा अनुवृत्तिसहितसूत्रं वाक्यरूपेण पठित्वार्थं ज्ञातव्यम् सम्यक् इदानीं किञ्चित् परिशीलनं वयं कुर्मः 841 तत्र किमपि अस्ति वा एक्साम्पल् स्वीकृत्य पश्यामः 841 वर्षाभ्यां मनः समानपति अनुवृत्ति अधिकार हा ओके अत्र पश्यतु अनुवृत्ति नास्ति अस्मिन् सूत्रे हा ओके अत्र पश्यन्तु वर्षाभ्यां नो नः यत् यद्वयं दृष्टवन्तः हा अत्र अनुवृत्ति न दत्तमस्ति परन्तु अधिकाररूपेण पूर्वत्र सिद्धम् इति एकं सूत्रमस्ति संहितायाम् इति द्वितीयं सूत्रम् अस्ति अतः अनुवृत्तिसहितसूत्रं समानपदे रसाभ्यां नो नः संहितायाम् इति वयं स्वीकुर्मः ओके अवगतं किञ्चित् किञ्चित् हा अन्यसूत्रमपि स्वीकुर्मः लक्षि हा 841 अन्य किमस्ति 6176 भिन्नमस्ति इको यानचि Yeah. another 10 minutes. No. Okay. Atra pashyantu, adhikara sutram asti samhitayam, anuvritti to nasti atra. Anya kimapi sutram manasi asti? Yatra anuvritti asti? I can't think of any. Priya, manasi asti va? Adguna. Adguna tatra api asti na? Tatra asti? Adguna kramankaha janati? Adguna. Okay. Even gachati. Bhagini, ratsasya iti asti kila bhagini? Karapatre eva asti, ratsasya. संख्यावत् तुम शक्नोति एट् टु 24 कुत्र अस्ति राक्षस्य नीचे हि है और थोड़ा नीचे आइएगा क्रमाङ्कः एव राइट आफ्टर सूत्र षड्विधानि सूत्र अस्ति किल षड्विधानि सूत्र तदनन्तरम् अस्ति संयोग संयोगान्तस्य लोपः इति अस्ति ओके राट् किं वदति राट् राक्षस्य राट् सस्य राक्षस्य त वत् त त स अर्धसकारः य रात् त तकारः ओ ओके भगिनि 8.2.24 भगिनि ओके 8.2.24 रात्सस्य अहं तु स्वयं लिखितवती अतः एव न आगतम् ओके इदानीं राक्षस्य एतस्य रात् पञ्चमी सस्य षष्टि यावदेव वयं पश्यामः सूत्रे ओके हा इदानीं पश्यामः लेट् मी रब् द सौथम् एतस्य इदानीम् उपयोगं नास्ति ओके राक्षस्य हा ओ अत्र पश्यामः पदानि के के दीर्घरकारः लिखतु भगिनि ह्रस्व अस्ति रक्षस्य ओके अनन्तरं रात् इति पञ्चमी सस्य इति षष्टि यावदेव वयम् अस्माकं हस्ते अस्ति हा ओके अथ दिस् इस् इक्वल् टु रात् पञ्चमी सस्य षष्टि ओके अस्माकं ज्ञानविषयं सस्य यत्र अस्ति हा तत्र कार्यं भविष्यति रात् यत्र अस्ति तत् निमित्तं दर्शयति ओके यावत्पर्यन्तं वयम् अवगतवन्तः अत्र परन्तु सूत्रं तु सम्पूर्णं नास्ति अनुवृत्ति संयोगान्तस्य लोपः अधिकारं पदस्य पूर्वत्र सिद्धं तदनन्तरम् अनुवृत्तिसहितसूत्रं भवति संयोगान्तस्य पदस्य रात्सस्य लोपः. ओके, अवगतम्? अधिकारः अनुवृत्तिः कथं भवति? ओके, एनी क्वेश्चन्स्? ओके, समापयामः. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति शान्तिः. धन्यवादः. शुभदिनं, शुभरात्रि. नमो नमो महोदय. धन्यवादः.